सर्वेषां स्वागतं, नमस्कारः. मम नाम विद्याशङ्करः. अहं तत्र स्वरूप् महोदयस्य वर्गे 2015 तः पठन् अस्मि. तत्र एतद् वर्गं मया प्रथमवारं होस्ट् अहं करोमि. तर्हि आरम्भं कुर्मः. तत्र पूर्वस्मिन् वर्गे अहं तत् ध्वनिमुद्रं श्रुतवान्. तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति पठितं खलु, सत्यं महोदय? आं महोदय. अस्तु, तर्हि कोऽपि स्मारयति वा किं किं पठितम् इति? किं का विद्या भगिनी वक्तुं शक्नोति वा, वक्तुमिच्छति वा? प्रयत्नं करोमि. अत्र गन्धवती पृथ्वी इति पृथ्व्याः लक्षणं. तत्र पृथ्वी द्विविधम्. एकक्षणं महोदय, पृष्ठसङ्ख्या उद्घाटयामि. चत्वारिंशत्. चत्वारिंशत्. अस्तु अस्तु अस्तु, धन्यवादः. हा, पृथ्वी द्विविधः. अत्र नित्या अनित्या इति पृथ्वी द्विविधः. नित्या परमाणुरूप, अनित्या कार्यरूप. अत्र नित्या इति यत् अणु परमाणुः अस्ति तत् नित्यरूप. अपि च कार्यरूप अनित्यं घटादीनाम् अनित्यरूप. अपि च पुनः त्रिविधं शरीरेन्द्रियविषयभेदात् इति अस्ति. शरीरम् अस्माकं शरीरं, मनुष्याणां शरीरं, पशूनां शरीरं, सस्यानां शरीरम्. इन्द्रियमस्ति गन्धग्राहकं. ग्राणमेव इन्द्रियं, गन्धस्य ग्राहकम् अस्ति. कुत्र वर्तते इति चेत् नासाग्रवर्ति, नासिकायाः अधोभागे वर्तते. अपि च अत्र विषयः अस्ति मृत्, अपि च मृत्तिका, पाषाणः आदि इति अस्ति. तदपि पठितवन्तः. अपि च अग्रे अत्र लक्षणवाक्ये लक्षणं, लक्ष्यम् इत्युक्ते किम्, अपि च लक्षणम् इत्युक्ते किम् इति अपि वयं पठितवन्तः. लक्ष्यम् इत्युक्ते यस्मिन् विषये वयं ज्ञातुम् इच्छामः तदेव लक्ष्यं. लक्षणम् इत्युक्ते तादृशधर्मः अथवा पदार्थः यस्मिन् अतिव्याप्तिदोषः, अव्याप्तिदोषः, असम्भवदोषः, दोषरहितः धर्मः एव लक्षणं भवति. तदेव लक्षणं भवति. अपि च तत्र अव्याप्तिदोषः, अतिव्याप्तिदोषः, असम्भवदोषः इत्युक्ते किम् इति वयं पठितवन्तः. अव्याप्तिदोषः इत्युक्ते अत्र यः धर्मः लक्ष्ये सर्वत्र नास्ति, कुत्रचित् एव वर्तते इति कृत्वा तादृशधर्मः लक्षणाभासः, अतः लक्षणं न भवितुमर्हति. अव्याप्तिदोषः लक्ष्यैकदेश अवृत्तित्वम् इत्युक्ते एकस्मिन् देशे अवृत्तित्वम्, अविद्यमानत्वं न वर्तते एकस्मिन् देशे इति. अनन्तरम् अतिव्याप्तिदोषः इत्युक्ते तादृशधर्मः यः लक्ष्ये अपि अस्ति, अपि च अलक्ष्येषु अपि वर्तते इति कृत्वा. तत्र उदाहरणानि वयं दृष्टवन्तः. अत्र शृङ्गम् इति गोषु अपि वर्तते, अपि च महिषासु, अजादिषु अपि वर्तते इति कृत्वा तत् अतिव्याप्तिदोषः. तत्र अलक्ष्यवृत्तित्वम् अलक्ष्ये अपि विद्यते इति. अनन्तरम् असम्भवदोषः इत्युक्ते तादृशधर्मः यः लक्ष्ये कुत्रापि न लभ्यते इति कृत्वा तत्र तादृशधर्मः लक्षणवाक्यं न भवितुमर्हति. तत्र लक्ष्यसामान्य अवृत्तित्वम् इत्युक्ते लक्ष्ये कुत्रापि न वर्तते तादृशधर्मः लक्षणाभासः, अतः लक्षणवाक्यं न भवितुमर्हति इति वयं पठितवन्तः गन्धवती पृथ्वी इत्यस्मिन् विषये. तदनन्तरं नित्यानित्यविभागः अपि वयं दृष्टवन्तः. नित्य इत्युक्ते किम्, अनित्य इति, नित्यपदार्थः अनित्यपदार्थः इत्यपि वयं दृष्टवन्तः. नित्यपरमाणुरूप इत्युक्ते यस्य उत्पत्तिः एव नास्ति, यस्य उत्पत्तिः नास्ति, यस्य नाशः अपि नास्ति, उत्पत्तिः नास्ति इत्युक्ते तत्र प्रागभावः नास्ति इत्युक्ते तत्र घटः उदाहरणार्थं घटः भविष्यति इति ज्ञानं तत्र सामग्री अस्ति अग्रे घटः भविष्यति इति ज्ञानं तस्मिन् सन्दर्भे प्रागभावः अस्ति इदानीं घटः नास्ति इति तादृश प्रागभावः नित्यपदार्थेषु न भवति अपि च ध्वंसभावः ध्वंसः इत्युक्ते यदि अत्र घटः अस्ति तस्मिन् उपरि मुद्गरः यत्किमपि पतति येन कारणेन घटः नष्टः भवति इदानीं घटः नास्ति घटाभावः अस्ति नित्यपदार्थेषु ध्वंसभावः अपि ध्वंसभावप्रतियोगित्वमपि नास्ति इत्युक्ते तत्र तस्य उत्पत्तिः नास्ति नास्ति नाशः अपि न भवति तदेव नित्यपदार्थः अनित्यपदार्थः विपरीतक्रमः अस्ति यस्य उत्पत्तिः भवति यस्य नाशः अपि भवति सः पदार्थः अनित्यपदार्थः प्रागभावप्रतियोगित्वम् अपि च प्रध्वंसभावप्रतियोगित्वं यस्मिन् वर्तते सः पदार्थः अनित्यपदार्थः इति अपि दृष्टवन्तः अनन्तरं गन्धवती पृथ्वी तत् गन्धवती पृथ्वी इत्यस्मिन् लक्षणसमन्वयं कथं भवति इति तत्र मतुप्रत्ययः त्वप्रत्ययः योजयित्वा अत्र किं किम् अस्ति इति वयं दृष्टवन्तः गन्धवती पृथ्वी इति साधारणवाक्यं परन्तु तेन आधारादेः भावः स्पष्टः न भवति गन्धवती पृथ्वी द्वयोः विशेषभावः अस्ति पृथ्वी गन्धवती एव पृथ्वी पृथ्वी एव गन्धवती तर्हि तत्र समानविभक्तिकत्वम् एकार्थबोधकत्वम् अस्ति अतः अत्र न्यायभाषे किञ्चित् इतोपि स्पष्टतया लक्षणवाक्यं भवेत् तर्हि अत्र त्वप्रत्ययः योजयित्वा तत्र धर्मः स्पष्टः भवति आधारादिभावः स्पष्टः भवति तर्हि गन्धवती योगः त्वम् इति गन्धवती इति मतुप्रत्ययः अस्ति मतुप्रत्ययन्तम् इत्युक्ते अस्य अस्मिन् वा इत्युक्ते गन्धः अस्य अस्मिन् वा अथवा अस्मिन् गन्धः अस्याम् अस्ति वा इति तादृशमस्ति इदानीं गन्धवतीयोगः मतु गन्धवतीयोगः त्वप्रत्ययः योजयामः चेत् तत्र धर्मः गन्धवतीयोगः त्वं गन्धवत्वम् गन्धवत्वम् इत्युक्ते गन्धः एव तर्हि इदानीं गन्धवत्वं गन्धवत्वं पृथ्व्याः लक्षणम् इति वदामः चेत् तत्र लक्षणं स्पष्टः भवति गन्धवत्वम् इत्युक्ते गन्धः गन्धः पृथ्व्याम् अस्ति द्वयोः आधारादेयभावः अस्ति इत्युक्ते तादृशपृथ्वी तादृशी पृथ्वी यस्यां गन्धः इति धर्मः अस्ति इति स्पष्टः भवति इति सम्यक् भगिनी धन्यवादः तत्र उत्पत्तिशून्य उत्पत्तिशून्यभवतु भगिनि या उत्पत्तिशून्यते सति नाशशून्यत्वं नित्यं तस्य अहं चिन्तयामि लक्षणवाक्य इति अस्ति इत्युक्ते यस्मिन् प्राग्भाव वा ध्वंसभा अभावः नास्ति तत् भवति उत्पत्तिशून्यते सति नाशशून्यत्वं तत् भवति नित्यम् उत्पत्तिशाल्यत्वे नित्यं न उत्पत्तिशून्यत्वे सति नाशशून्यत्वं किम् यस्मिन् उत्पत्ति नास्ति अपि नाशपि नास्ति तत् भवति नित्यं नित्यस्य स नित्यत्वम् इति उच्यते नित्यत्वम् उत्पत्तिशून्यत्वे सति नाशशून्यत्वं नित्यत्वं शाल्यत्वे सति नाशशाल्यत्वं भवति अनित्यत्वम् अपि शरीरस्य अपि शरीरस्य भग्नी दत्तवती आत्मनः भोगयातनं शरीरं यस्मिन् आत्मनभोगसंयोग भवति भोग आत्मशरीर संयोग भवति भोगाय भोगाय कृते भोगाकृते चेष्टाश्रयशरीर अस्ति चेष्टा अस्ति क्रिया कारणं हिताहितप्राप्ति प्राप्ति अनुकूला क्रिया चेष्टाश्च शरीर इति भवति शरीरस्य विवरणं सम्यक् भगिनि धन्यवादः अत्र अस्मिन् विषये अन्यस्य केनस्य कस्यापि प्रश्नः अस्ति वा सर्वं स्पष्टं वा नो चेत् इदानीमेव पृच्छन्तु यतोहि अग्रे गत्वा एतस्य अवगमनम् आवश्यकम् अस्ति लज्जा मास्तु, पृच्छतु. सर्वं स्पष्टं वा विजी भगिनि? पृथिव्याः लक्षणं गन्धवत्वं इति किमर्थं? किमर्थं गन्धवती पृथिवी न वदामः? धर्मः नास्ति. धर्म गन्धवती पृथिवी, गन्धवती पृथ्वी समानं. गन्धप्रत्यययोजनेन भावः भवति. गन्धवत्वं पृथिवी, गन्धः गन्धवत्वं समानं. गन्धवत्वं पृथिव्याः लक्षणम् इति उच्यते. सम्यक्. तर्हि प्रश्नः अस्ति वा? पुनः प्रतिध्वनि अस्ति भगिनि, प्रायः म्यूट् करोतु. अस्तु, धन्यवादः. तत्र शिवरां महोदय, तत्र रक्षा भगिन्या एकं अन्य कोऽपि आगतः वा मध्ये? क्षम्यतां, जगन्नाथ महोदय आगतः इति भाति. जगन्नाथ महोदय अस्ति वा? अस्तु. अपि च बालकृष्णमहोदय आगतवान् किन्तु पुनः निर्गतवान्. अस्तु, शिवरां महोदय, तत्र रक्षा भगिन्या एकम् ईमेल् प्रेषितं यस्मिन् मतुप् इति प्रत्ययस्य विषये किं किम् इति तद् पुरतः अस्ति वा? उद्घाटयामि. मतुप् प्रत्ययस्य विषये यस्य यस्य अस्ति वा यस्मिन् अस्ति मतुप् प्रत्ययस्य विषये. एकनिमिषम्. अन्यस्य कस्यापि पुरतः अस्ति वा? न, मम ईमेल् अस्ति. अस्तु, मतुप् इति प्रत्ययः अर्थद्वयं सूचयति. तस्य अस्ति इति तथा तस्मिन् अस्ति इति. बुद्धि तस्य वा तस्मिन् वा सः बुद्धिमान्. बुद्धि तस्याः तस्यां वा सा बुद्धिमती. बुद्धिः तस्य तस्मिन् वा तत् बुद्धिमत् इति. बुद्धिमान् इति पुल्लिङ्गिरूपम् अस्ति, बुद्धिमति इति स्त्रीलिङ्गिरूपम् अस्ति, बुद्धिमत् इति नपुंसकलिङ्गिरूपम् अस्ति. तथा यथा गुणः तस्य वा गुणः तस्मिन् सः गुणवान्. गुणः तस्याः वा गुणः तस्यां सा गुणवती. गुणः तस्य वा गुणः तस्मिन् तत् गुणवत्. अत्र केचन नियमाः केचन नियमाः स्मर्तव्याः. अकारान्तपदात् वत् वान्वति इति रूपं भवति. यथा गुणः अधिकमतु गुणवत् गुणवान् गुणवति. अकारान्तपदात् वत् वान्वति इति रूपं भवति. यथा श्रद्धा अधिकमतु श्रद्धावत् श्रद्धावान् श्रद्धावति. अत्र सासना इति उदाहरणमस्ति अस्माकं उदाहरणे, अस्माकं चर्चायां. सासनादिकमतु सासनावत् सासनावान् सासनावती, न तु सासनामति. वर्गे दोषः कृतः आसीत्, क्षम्यतां. सासनादिकमतु सासनावत् भवति अत्र. यदि इकारान्तपदात् मतु प्रत्ययं योजयामः चेत् मत् मान् मति इति रूपं भवति. यथा बुद्धिः अधिकमतु बुद्धिमत् बुद्धिमान् बुद्धिमति. दीर्घ इकारान्तपदात् मत् मान्मति इति रूपं भवति. यथा श्री श्री अधिकमतु श्रीमत् श्रीमान् श्रीमति. उकारान्तपदात् ह्रस्व उकारान्तपदात् मत् मान्मति इति रूपं भवति चेत् यथा हेतु अधिकमतु हेतुमत् हेतुमान् हेतुमति. दीर्घ उकारान्त ह्रस्व तथा दीर्घ ऋकारान्त तथा ए ऐ ओ औ ओकारान्तात् मत् मान्मति रूपं भवति. यथा गोमान् अन्ते सकारान्तपदात् वत् वान्मति इति रूपं भवति. यथा भास् मतु भास्वत् भास्वान् भास्वति. सम्यक्. तर्हि मत् मतुप् इति प्रत्ययस्य अर्थः अस्ति तस्य अस्ति वा तस्मिन् अस्ति. बुद्धिः तस्य अस्ति वा तस्मिन् अस्ति, बुद्धिमान् वा बुद्धिमान्, बुद्धिमति तथा बुद्धिमत्, लिङ्गभेदात्. इति सर्वे दृष्टवन्तः खलु, कस्यापि प्रश्नः अस्ति वा? अस्तु, नो चेत् अद्यतन विषयः अस्ति, तत् करपत्रं प्रेषितं, यस्मिन् प्रत्तं वा? आम् महोदय, अस्ति. तत्र पश्यन्तु एकनिमिषं, मया न प्राप्तं किम् अभवत्. तत्र भाषापाकः इति पुस्तकमस्ति, तस्मिन् एकशिष्य आचार्ययोः संवादः तत्र अस्ति. तस्मात् एकं स्वीकृतम् अस्ति, तत्र विषयः अस्ति, एकनिमिषम्, एकं स्वीकृतम् अस्ति, शुक्लादीनां पुंस्त्वं विषय विशेषनिघ्नता च अपि, अत्र विशेषविशेषणभावः इति विषये चर्चा. तत्र उदाहरणं वदामि, सुन्दरः बालकः, तत्र रघुपतिमहोदय विशेषणपदं किं, विशेष्यं किम्? विशेषं बालकः अस्ति, विशेषं सुन्दरः. तर्हि सम्यक्. अति तत्र पुस्तके भूतलं घटवत् इति अस्ति, तत्र चतुस्त्रिंशत्तमे पुटे, भूतलं घटवत्, तत्र विशेषणं किं, विशेष्यं किं? भूतलं विशेषं घटवत् इति विशेषणम्. अस्तु, पुस्तके चतुस्त्रिंशत्तमे पुटे उपरि तत्र तृतीयवाक्यं कृपया पठति वा, भूतले. एकनिमिष, पृष्ठसङ्ख्या महोदय, 3-4 हा महोदय, कुत्र? तत्र उपरितनतृतीयं वाक्यम्, उपरितनतृतीयवाक्यम्, अत्र घटे एका प्रभा वर्तते, तत्र अथवा तृतीयं वाक्यम् अग्रे, भूतले. एकनिमिषम्, एवं भूतले एका प्रभा वर्तते, भूतले संयोगेन विद्यमानः घटः भूतले संयोगेन विद्यमानघटः भूतलस्य विशेषणं, भूतलं विशेष्यम्. तत्र किं, भूतलं विशेष्यं, किन्तु घटः भूतलस्य विशेषणं. तर्हि भवता उक्तं घटवत्, तत्र विशेषणं घटवत्, अत्र घटः भूतलस्य विशेषणं, तर्हि घटः घटवत् समानं वा इति प्रश्नः. तस्मिन् विषये करपत्रं प्रेषितं, तत्र भवान् रघुपतिमहोदय तत्र शिष्यस्य स्थानं वदतु, तत्र भानुमहोदय आचार्यस्य पात्रं स्वीकरोति वा? आं महोदय, तर्हि आरम्भं करोतु रघुपतिमहोदय. शिष्यः, श्रीमन्, श्वेतरक्तादयः किं पुंसि एव सन्ति? आम्. श्वेता माला, श्वेतं वस्त्रम् इत्यादयः प्रयोगाः श्रूयन्ते खलु? श्रूयन्तां नाम तेन का हानिः? श्वेतामाला इत्यादौ श्वेतादीनां विशेषनिघ्नता दृश्यते, भवता उच्यते पुंसि एव इति. सर्वदा मया मार्यते, अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति, प्रसङ्गभेदात् अर्थाः अपि भिद्यन्ते क्वचित्, अतः निश्चित्य एव प्रश्नः करणीयः. तन्नाम श्वेतादीनाम् अर्थद्वयम् अस्ति. आम्, अतः एव उभयविधम् उत्तरं सम्भवति. किं तत् अर्थद्वयम्? श्वेतादयः गुणवाचकाः, गुणवद्वाचकाः चापि. अतः गुणवाचकत्वं गुणवद्वाचकत्वं चेति अर्थद्वयं तेषाम्. भवतः कथनस्य आशयः न अवगतः मया. पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः. श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवद्वाचकः. गुणवद्वाचकत्वे विशेषणत्वेन प्रयोगः, तन्नाम विशेष्यनिघ्नता. आम्, श्वेतं पुष्पम् इत्यत्र श्वेतत्ववत् श्वेतत्वयुक्तं पुष्पम् इत्यर्थः. गुणवद्वाचकता इति उच्यते. यदि विशेषनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः, यथा श्वेतः हारः, श्वेता माला, श्वेतं पुष्पम्. गुणवाचकत्वे तु पुंस्त्वम् एव, प्रयोगः तु पूर्वं दर्शितः. अत्र प्रमाणं किम्? अमरकोशवाक्यम् अत्र प्रमाणम्. अमरकोशः वदति गुणे शुक्लादयः पुंसि गुणलिङ्गास्तु तद्वति इति. गुणवाचकत्वे शुक्लादीनां पुंसत्वं, गुणीनां गुणवतां निर्देशावसरे ते विशेषनिघ्नाः इति तस्य तात्पर्यं खलु. शुक्लः पटः इत्युक्तौ विशेष्यनिघ्नता. पटस्य शुक्लः इति प्रयोगे कृते तु पुंस्त्वं. प्रथमे उदाहरणे गुणवाचकता, द्वितीये उदाहरणे गुणवाचकता. क्षम्यतां, प्रथमे उदाहरणे गुणिवाचकता, द्वितीये उदाहरणे गुणवाचकता. सम्यक् इति अस्ति. अस्तु, क्रमशः गच्छामः. तत्र कः? बालसुब्रह्मण्यं महोदय आरम्भतः प्रतिपादयति वा किञ्चित्? हरि ओम्, कः नास्ति वा? तर्हि जगन्नाथ् महोदय अस्ति वा? अस्मि महोदय. हा, आरम्भतः किञ्चित् प्रतिपादयति वा? आरम्भतः क्रमेण पश्येम. अस्तु, सम्यक् अवगमनं भवतु. शिष्य पूर्वे आरम्भे पृच्छति श्वेतरक्तादयः किं पुंसि एव सन्ति इति. आचार्य पुल्लिङ्गे श्वेत श्वेतः इति मूलरूपम् इति तस्य अर्थः रक्तः एव मूलरूपं. तद् तादृशमेव सर्वे वर्णाः इति. मूले तु ते सर्वदा पुल्लिङ्गम् इति. किन्तु शिष्य भ्रमः जातः. किन्तु श्वेता माला अस्ति, श्वेतं वस्त्रमस्ति. वयं तु लिङ्गत्रये तु वयं सर्वदा पश्यामः. आचार्य इदानीं वदति तेन के का हानिः इति. भवतु तर्हि. अत्र अत्र क्षम्यते एकनिमिषं, तत्र अभ्यासपुस्तकं सर्वे पठितवन्तः वा? अभ्यासपुस्तकम् आरम्भस्तरः सर्वे जानन्ति खलु. तत्र तत्र रुचिः इति पुस्तकस्य अन्तभागे रुचिः इति विषयः अस्ति. रुचिः तत्र ते वदन्ति शर्करायाः रुचिः मधुरः, आम्लकस्य रुचिः कटुः, मरीचिकायाः रुचिः किं तिक्तः इति किमपि तत्र रुचिः मधुरः, रुचिः कटुः, रुचिः तिक्तः इति उक्तम्। किन्तु शर्करा मधुरा, मरीचिका किं तिक्ता अथवा किमपि इति प्रयोगः भवति खलु। तथा एव अत्र वर्णविषये अपि श्वेतवर्णः, रक्तवर्णः, पीतवर्णः, हरितवर्णः, किन्तु यत्र श्वेतामाला, रक्तं वस्त्रम् इत्यपि प्रयोगाः भवन्ति इति सर्वे स्मरन्ति वा? अस्तु तर्हि अग्रे गच्छतु महोदय, कृपया महोदय श्रूयन्तां नाम अत्र विशेष निघ्नता इत्युक्ते किं? निघ्नता इत्युक्ते का? हा अति अग्रे आगच्छति। कः पठितवान्, कः पृष्टवान् इदानीम्? रघुपति आचार्य। अस्तु तर्हि भवानेव वदतु, श्रूयन्तां नाम तेन का हानिः, अग्रे पठतु कृपया। श्वेतामाला, श्वेतामाला इत्यादौ श्वेतादीनां विशेष्यनिघ्नता दृश्यते, श्वेतादीनां विशेषनिघ्नता दृश्यते, भवता उच्यते पुंसि एव भवति इति विशेष्य श्वेतामाला विशेषविशेषणभावः अस्ति वा इति अर्थः? निघ्नता इत्युक्ते अधीनता, अधीनता इत्युक्ते डिपेण्डेण्ट्, अधीनता विशेष्य अधीनता। हा हा माल, हा माला, माला, माला स्त्रीलिङ्ग अस्ति अतः श्वेता। हा विशेष्यस्य यत् लिङ्गं, यत् वचनं, यत् किं, यत् विभक्ति तदेव भवति विशेषणपदस्य इति सामान्यनियमः सर्वे जानन्ति खलु महोदय? पुनः वदतु, निघ्नता इत्युक्ते डिपेण्ड् अधि अधीनता, अधीनता अधि अधीनता, ओके विशेष अधीनः, यः विशेषणस्य यः विशेषस्य लिङ्गं वचनं वा विभक्ति तद्भवति विशेषणपदस्य एव अपि इति। तर्हि प्रयोगे श्वेतामाला, श्वेतं वस्त्रमिति प्रयोगं कुर्मः, किन्तु पुंसि एव इति भवता आचार्येण उक्तं खलु, तत्र कः समाधानः इति प्रश्नः उदेति। अस्तु रघुपति अग्रे पठति वा? हा महोदय, सर्वदा मया स्मार्यते अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति, प्रसङ्गभेदात् अर्थाः अपि भिद्यन्ते क्वचित्, अतः अर्थं निश्चित्य एव प्रश्नः करणीयः अर्थभेदात्। अस्य उदाहरणं कोऽपि जानाति वा, अर्थादिभेदः, लिङ्गादिभेदः इति कुत्र दृष्टं समानपदस्य? न, मित्र, मित्र इति पदमस्ति, मित्र मित्रः कः, मित्रं किं? मित्रम् एव मित्रं, मित्रं मित्रः इत्युक्ते मित्रं सर्वत्र नपुंसलिङ्गं, मित्र सूर्य एव, मित्रः सूर्यः, मित्रः सूर्यः, मित्रं बन्धु, स्नेहिता, स्नेहिता इति सखा तादृशं मित्रं, सूर्यः मित्रः, लिङ्गभेदात् अर्थभेदः भवति इति उदाहरणम्। अवगतं भेदः? अन्य प्रश्न, अन्य कस्यापि प्रश्नः अस्ति वा? अस्तु तर्हि अग्रे के विजी भगिनी वदति वा तन्नाम? प्रयत्नं करोमि भवति तन्नाम, अतः अर्थनिश्चित एव प्रश्नः करणीयः। तन्नाम श्वेताधीनाम् अर्थद्वयम् अस्ति इत्युक्ते श्वेतः इदानीं दृष्टवन्तः खलु मित्रं मित्र इति तादृश श्वेताधीनाम् अपि अर्थद्वयम् अस्ति वा इति प्रश्नः। आम् अतः एव उभयविधम् उत्तरं सम्भवति। अर्थभेदात् उभयविधम् उत्तरं सम्भवति इति आचार्यः वदति। किं तत् अर्थद्वयम् इति प्रश्नः। श्वेताधयः गुणवाचकाः गुणवत् वाचकाः च अपि। अतः गुणवाचकत्वं गुणवत् वाचकत्वं च इति अर्थद्वयं तेषां। श्वेताधयः द्विधं गुणवाचकः गुणवत् वाचकः अपि। इदानीं दृष्टवन्तः किल गन्धवती गन्धवत्वम् इति यथा वदामः वस्त्रस्य वर्णः श्वेतः, तत्र श्वेतः कीदृशं पदं गुणवाचकं वा गुणवत् वाचकं वा? गुणवाचकम्। यदि वदामः श्वेतं वस्त्रं तत्र गुणवत् वाचकम् इति भेदः अस्ति। भेदः अस्ति आं महोदय। उभयविधम् उत्तरं सम्भवति। किं तत् अर्थद्वयं श्वेत पठितवन्तः। भवतः कथनस्य आशयः न अवगतः मया। पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः। श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवत् वाचकः। इदानीं दृष्टं पुष्पस्य वर्णः श्वेतः पुष्पस्य भवान् उक्तवान् किल वस्त्रस्य वर्णं श्वेतः तादृशं पुष्पस्य वर्णः श्वेतः एतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः। किन्तु पुष्पं श्वेतं पुष्पं तस्मिन् श्वे गुणवत् वाचकः भवति। अत्र पूर्वम् अस्माभिः दृष्टं अधोभागे किमपि अस्ति उपरि किमपि अस्ति इति दर्शितं वा? दृष्टवन्तः तथैव अत्र पुष्पम् अधोभागे अस्ति चेत् उपरि किम् अस्ति? श्वेतवत् पुष्पं श्वेतवत्वं श्वेतः समानपदम्। श्वेतः श्वेतत्वं समानं किल? अत्र श्वेतः इत्युक्ते वैनस्थिति। अस्तु तर्हि श्वेत इति गुणः कुत्र अस्ति? श्वेते पुष्पे अस्ति। पुष्पे वा वस्त्रे अस्ति किन्तु यदि श्वेतं पुष्पं वदामः चेत् श्वेतं पदं कुत्र अस्ति? उपरि नास्ति, पार्श्वे एव समानस्तरे अस्ति। श्वेतं पुष्पं तत्र यत्र पुष्पं लिखामः तत्रैव श्वेतमपि अस्ति किन्तु श्वेतः वर्णः चेत् श्वेतः उपरि अस्ति तत्र आश्रय श्रूयते महोदय। भवती म्यूट् करिष्यामि। अत्र किं मया उक्तं तत्र यदा पृथिवी गन्धवती तत्र अधः किमपि अस्ति उपरि किमपि अस्ति किल, तथा एव अत्र पुष्पम् एकत्र अस्ति चेत् उपरि श्वेतः इति गुणः अस्ति, किन्तु पुष्पस्य समानस्तरे श्वेतं पुष्पं, श्वेतम् इति समानस्तरे अस्ति, श्वेतः उपरि अस्ति, यतोहि गुणस्य आश्रयः श्वेतं वस्त्रं वा पुष्पं वा. अस्तु, इति चित्रं मनसि भवतु. तत्र चित्रं लिखामः चेत् वस्त्रम् इति अधोभागे अस्ति, श्वेतः इति गुणः उपरि अस्ति, यतोहि श्वेतत्वम् अथवा श्वेतः वैट्नेस् इति गुणवती अस्ति, वस्त्रे वा पुष्पे वा अस्ति, वस्त्रमिति गुणवत्, श्वेतः इति गुणः. साधु, धन्यवादः. अग्रे सरला भगिनी पठति वा अग्रे. किन्तु मम एक प्रश्नः अस्ति, श्वेत उपरि अस्ति वस्त्रं पुष्पम् अधो अस्ति, सो श्वेतवर्णस्य आधार अस्ति पुष्पम्. अस्तु, यदि मतु प्रत्यय योजयामः श्वेतवत् पुष्पं भवति न, श्वेतवत् पुष्पं पुष्पक अस्ति, श्वेतवत् पुष्पं भवति, यदि उपरि गच्छामः श्वेतवत्त्वं भवति श्वेत तस्य समानस्तरे, रैट्? यथा गन्धवती पृथ्वी, गन्धवत्त्वं भवति गन्धस्तरे, तो अत्रापि श्वेतवत् भवति पुष्पस्तरे, श्वेतवत् तत्र कथं श्वेतं पुष्पम् अस्ति, एतत् न न श्वेतं पुत्रमस्ति, साधु अस्ति. अत्र किञ्चित् वैलक्षण्यमस्ति रुचिविषये अपि च वर्णविषये किञ्चित् वैलक्षण्यमस्ति. यतोहि अग्रे किञ्चित् वदामि अग्रे गत्वा. अत्र गुणः त्रिविधाः, गुणवाचकशब्दाः त्रिविधाः इति अग्रे वदामि, वक्ष्यामि. एतावत् अस्मिन् स्तरे केवलं करपत्रं पठामः, अनन्तरं विवृणोमि. खलु, अत्र भवति तत्र मम भ्रमः आगच्छति अत्र तथैव. श्वेतः इत्युक्ते आधारः, श्वेतम् इत्युक्ते धर्मः, श्वेतम् इति आधारः न वक्तुं शक्नुमः, श्वेतम् इति श्वेतः अधः यदस्ति तद् आदेयः. अत्र धर्म अत्र श्वेतः एव धर्मः, श्वेतत्वं अपि च श्वेतः इति समानं समानार्थकं. गन्धः गन्ध किं यतः उन्नतः सुन्दरः, सुन्दरः सौन्दर्यम् इति अस्ति किल, सौन्दर्यम् इति धर्मः. तादृशवर्णविषये तथा नास्ति, श्वेतः धर्मः एव, श्वेतः इति वैट्नेस्, श्वेतत्वम् अपि श्वेतः एव. अस्तु अस्तु, अग्रे सरला भगिनी. गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः, तत् नाम विशेष्यनिघ्नता. यदि गुणवत् मतुपत्य गुणे गुणं योजयामः तद्भवति गुणवत्, विशेषणत्वेन प्रयोगः भवति. गुण अस्ति विशेषणं, तस्य मत्तुप्योजनेन विशेषणे भवति विशेषनिघ्नता, तद् भवति विशेष अधीनता. साधु गुणवत् वाचकत्वे अस्तु. आम्, श्वेतं पुष्पम् इत्यत्र श्वेतत्ववत् श्वेतत्वयुक्तं पुष्पम् इत्यर्थं. सो यथा श्वेतत्ववत् इति वयं वदामः श्वेतं पुष्पं, तस्य अर्थः समानः अस्ति. यथा वयं वदामः गन्धवतीत्वं, रैट्? गन्धवत्त्वं भवति यथा पृथिव्याः गुणसमानं गन्धवत्त्वं. तो श्वेतत्वयुक्तं पुष्पम् इत्यर्थं. सो श्वेतत्ववत् भवति इति पुष्पम्. श्वेतत्वयुक्तं पुष्पं समानम्. श्वेत इति श्वेते श्वेत भवति श्वेतत्वं तं तस्मिन् भवति गुण, रै? श्वेत उपरि गच्छत्वं श्वेतत्वं केवलं श्वेतस्य आधारः केवलं श्वेत भवति. अस्तु, श्वेता एव गुणः. श्वेतत्ववत् भवति पुष्पम्. अस्तु, श्वेतं पुष्पं तत्र समानस्तरे अस्ति. श्वेतं पुष्पम् इत्युक्ते श्वेतत्ववत् युक्तं, श्वेतत्ववत् अथवा श्वेतत्वयुक्तं पुष्पम्. अस्मिन् श्वेतत्वम् अस्ति इति गुणवत् वाचकता इति उच्यते. अत्र पुनः वदतु, श्वेतं पुष्पम् इति अत्र श्वेतं कीदृशं पदम्? गुणवाचकत्वम् इति विशेषणवत्, गुणवत् वाचकपदम्. गुणवत् वाचकत्वं श्वेतं, गुणवत् इति पुष्पम् अस्ति. श्वेतम् इति पदं पुष्पमेव सूचयति. यथा सुन्दरः बालकः, सुन्दरः इति पदं बालकम् एव सूचयति. किन्तु गुणः तत्र सौन्दर्यम्. अत्र तथा नास्ति. अत्र श्वेतम् इति पदं पुष्पस्य वर्णः श्वेतः, पुष्पं श्वेतम् इति पदम् उभयत्र उपयुज्यते. तदर्थं वर्णः श्वेतः इत्यस्मिन् श्वेत इति पदं गुणवाचकपदम्, किन्तु श्वेतं पुष्पम् इति अत्र श्वेतं पदं गुणवत् वाचकपदम् इति मुख्यभेदः, महाभेदः. सर्वैः अवगतं वा? महोदय अवगतं वा? किञ्चित् कन्फ्यूजन् भवति महोदय. अस्तु, यत् अवगतं तद् वदतु. केन उक्तमिति अवगतमिति? किञ्चित् अवगतं मया उक्तं शिवराम. वदतु कृपया. वदतु, किञ्चित् वदतु, अहं श्रोतुमिच्छामि. श्वेतादीनां विशेषनिघ्नता दृश्यते. पुष्पस्य वर्णः श्वेतः इत्यस्मिन् श्वेत इति पदं कीदृशम्? पुष्पस्य वर्णः श्वेतः, अत्र न महोदय, भवानेव विवरणं करोतु. अस्तु, रघुपतिमहोदय किञ्चित् अवगच्छति वा? हा, श्वेत पुष्पस्य वर्णः श्वेत इति गुण गुणवाचक अस्ति गुणवाचकपदं गुणवाचकशब्दः अथवा गुणवाचकपदम् इति एकम् एकस्मिन् पार्श्वे अन्यत्र श्वेत्व श्वेतवत्वं गुणवद्वाचक श्वेतवत्वं अथवा सरलरीत्या वदामः चेत् श्वेतं पुष्पम् इति सरलं वाक्यं श्वेतं पुष्पम् अत्र तत्र किं श्वेतं पदं कीदृशं पदम् अत्र गुणवद्वाचक गुणवत् वाचक इत्युक्ते विशेषं विशेषस्थले रै गुणवत् वाचकपदं विशेषणं क्षम्यतां विशेषणम् अत्र पुष्पं विशेष्यं न वा पुष्पं विशेषं श्वेतम् अपि तस्य विशेषणं पुष्प श्वेतम् इति पुष्पं सूचयति अस्तु सत्यं तत्तु सत्यं तदपि पुष्पविशेषवाच अपि भवति न श्वेतमपि न न बहूनि पुष्पाणि सन्ति तत्र श्वेतम् इति पदम् अन्यात् पुष्पात् पृथक् करोति न वा पृथक् करोति आम् तदर्थं विशेषणपदं श्वेतं महोदय अत्र श्वेत श्वेत श्वेतत्ववत् तत्र श्वेतयोगः त्व इति प्रत्ययः इत्युक्ते तत्र धर्मः तदनन्तरं मतु प्रत्ययः इत्युक्ते तादृशधर्मः पुष्पे वर्तते इति इति वा गुणवत् श्वेतत्ववत् तर्हि अत्र किञ्चित् विपरीतक्रमः अस्ति पूर्वं गन्धवत्वम् इति दृष्टवन्तः तत्र प्रथमं मतु प्रत्ययः आसीत् तदनन्तरं त्वप्रत्ययः अत्र प्रथमम् अत्र विशेषणविशेष्यभावः प्रदर्शयितुम् इच्छामः इति कृत्वा तत्र प्रथमतया त्वप्रत्ययः तदनन्तरं मतु प्रत्ययः इति एकविषयः अन्यविषयः अस्ति यत् सरलभगिनी पृष्टवती तत्र गुणवाचकशब्दाः त्रिविधाः इति अग्रे वक्ष्यामि भेदः अस्ति गन्धविषये किञ्चित् भिन्नपदं श्वेतं वर्णः वा रुचिः वा ते किञ्चित् भिन्नपदानि तेषां किञ्चित् वैलक्षण्यम् अस्ति भेदः आसीत् तस्मात् तत्र प्रत्यययोजनमपि किञ्चित् भिन्नम् अस्ति साधु यद् भवत्या उक्तं तत् साधु तस्य किमर्थम् इति अग्रे वदामि गुणवाचक गुणवत् वाचक तयोः मध्ये भेदः किं गुणवाचक गुणं सूचयति गुणवत् वाचक गुणस्य आधारः सूचयति अपि अपि गुणी अस्ति गुणिनं सूचयति गुणिनं योज्य गुण श्वेतं पुष्पमस्ति द्वे अस्तु तर्हि शुरं महोदय तत्र पुष्पस्य वर्णः श्वेतः तत्र श्वेत इति पदं गुणवाचकं वा गुणवद्वाचकं वा गुणवाचकत्वमस्ति श्वेतं वस्त्रम् अथवा श्वेतं पुष्पं तत्र श्वेतं कीदृशं पदम् गुणवान् गुणवत् इति पुष्पम् अस्ति अथवा वस्त्रम् अस्ति तर्हि तत्र श्वेतम् इति पदं गुणवत् वाचकपदं तर्हि यद् गुणवत् वाचकपदम् अस्ति तस्य शिवरामद् अग्रे पठति वा शिष्यः यदा विशेषनिघ्नता यदा विशेषनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः यथा श्वेतः हारः श्वेतामाला श्वेतं पुष्पं विशेषमध्ये यदि अधीनता अस्ति तदा लिङ्गभेदात् रूपभेदः भवति हारः मालः माला पुष्पम् अत्र लिङ्गभेदाः सन्ति तर्हि तत् गुणवद्भेदात् श्वेतः हारः श्वेता माला श्वेतं पुष्पं यथा विशेषस्य लिङ्गमस्ति तथा एव विशेषणस्य लिङ्गं तत्र भवति गुणवाचकत्वे तु पुष्पम् एव प्रयोगः तु पूर्वं दर्शितः गुणवाचकत्वे तत्र पुल्लिङ्गे पुल्लिङ्गमेव भवति अत्र प्रमाणं किम् अमरकोशवाक्यम् अत्र प्रमाणम् अमरकोश वदति गुणे शुक्लादयः पुंसि गुणलिङ्गास्तु तत् इति तद्वत् इति पुनः पठतु गुणे गुणे शुक्लादयः पुंसि गुणलिङ्गास्तु तद्वत् तद्वति इति तत्र गुणिलिङ्गः इति गुणिलिङ्गः गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति इति तस्य अर्थं किम् गुणे शुक्लादयः शुक्लादयः नाम शुक्लादिगुणः शुक्लादिवर्णः गुणे वर्णः शुक्लादयवर्णः गुणे शुक्लादयवर्णाः पुंसि पुल्लिङ्गे गुणिलिङ्गास्तु तद्वति इति तस्य कः अर्थः गुणि उपरि एव आगतः विशेष गुणि गुणगुणिनो न गुणगुणिनो न तत्र विद्याभगिनी सहायं करोति वा पुनः पृच्छतु सम्यक्तया न श्रुतं तद् गुणिलिङ्गास्तु तद्वति तस्य कः अर्थः गुणिलिङ्गास्तु गुणि अत्र गुणिलिङ्गास्तु तद्वति इत्युक्ते अत्र विशेषणविशेषभावः अत्र अत्र श्वेतं श्वेतं पुष्पं हारः माला पुष्पं गुणि नाम विशेषं यथा विशेषमस्ति तद्वत् एव विशेषणस्य लिङ्गं भवति तत्र व्याकरणविषये तत्र उपमानपूर्व बहुव्रीहिसमासः अस्ति गुणिलिङ्गाः इति अत्र इत्युक्ते गुणिनः यद् लिङ्गं तदेव लिङ्गः यस्य अस्ति सः गुणिलिङ्गः इति भवता उक्तं तदा तथा एव यद् विशेषणस्य यद् विशेषस्य लिङ्गं गुणिनः इत्युक्ते गुणिनः इत्युक्ते विशेषस्य गुणि इति विशेषं गुणिनः इत्युक्ते तस्य यद्लिङ्गम् अस्ति तथा एव लिङ्गः यस्य अस्ति तद्वति इत्युक्ते किम् अत्र वति इति प्रत्ययः अस्ति अपि अस्ति वति इत्युक्ते इव इति एकः अर्थः किन्तु यत्र प्रत्ययः वति इव अर्थे युज्यते तत्र अव्ययपदम् अस्ति किन्तु अत्र तथा नास्ति अत्र तद्वति इत्युक्ते गुणवत् गुणवति इति मतुप्रत्ययः गुणवद् वाचकत्वे सति यत्र गुणवत् वाचकत्वे प्रयोगः अस्ति तत्र गुणिनः लिङ्गः अस्ति तल्लिङ्गं पदस्य इति सारांशः इति कथनस्य आशयः अवगतम् पुनः वदामि गुणे गुणप्रयोगे शुक्लादयः पुंलिङ्गे अस्ति पुंसि अस्ति किन्तु यत्र तद्वति इत्युक्ते गुणवत् वाचकत्वे तादृशां स्थित्यां गुणिनः यः लिङ्गः अस्ति तल्लिङ्गः एव पदस्य इति कथनस्य आशा अवगतं बुद्धं साधु महोदय तर्हि अत्र अत्र गुणीलिङ्गास्तु इति बहुव्रीहिसमासः इति उक्तवान् खलु अत्र गुणि इति तत्र षष्टिः विभक्तिः अस्ति वा गुणिनः लिङ्गः इति वा सत्यं गुणिनः लिङ्गं यत् इव लिङ्गः यस्य अस्ति सः गुणिलिङ्गः बहुव्रीहिसमासः यत् पदं तत् पदं शब्दसम्पदं शब्दः वा महोदय उदाहरणं अग्रे आगच्छति सः पठति इदानीं रघुपतिमहोदय पठति वा अग्रे गुणवाचकत्वे गुणवाचकत्वे शुक्लादीनां पुंसत्वं गुणिनां गुणवतां निर्देशावसरे ते विशेषनिघ्नाः इति तस्य तात्पर्यं खलु यदा गुणवाचकत्वं गुणवाचकस्य निर्देशनं भवति तदा पुंसि एव यदा गुणिनां निर्देशनावसरे विशेषणविशेषभावः अस्ति इति तस्य तात्पर्यं खलु इति अस्ति पृच्छति अग्रे आचार्य किं वदति अग्रे आचार्य वदति शुक्लः पटः इत्युक्तौ विशेषनिघ्नता शुक्लः पटः ओके पटस्य शुक्लः इति प्रयोगे पटस्य शुक्लः इति प्रयोगे कृते तुपुंसत्वं तत्र विशेषणविशेषभावः नास्ति केवलं गुण एव निर्देशनमस्ति गुणस्य एव निर्देशनं प्रथमे उदाहरणे गुणिवाचकता द्वितीय उदाहरणे गुणवाचकता गुणिवाचकता गुणवाचकता ओके गुणिनि यः विशेषः अस्ति विशेषता अस्ति तदा तस्य गुणिनः एव लिङ्ग प्रयुज्यते द्वितीय उदाहरणे केवलं गुणवाचकता अस्ति तत्र पुंसि एव महोदय यदा अत्र दत्तमस्ति पटस्य शुक्लः अस्तु तत्र अपि मालायाः शुक्लवर्ण वा वस्त्रस्य शुक्ल इति अर्थं रैट् गुणः सदा पुंसि भवति पुल्लिङ्ग भवति गुण षष्टिविभक्ति तस्य आधारः अस्ति सर्वदा इति न वर्णविषये रुचिविषये वर्णविषये रुचिविषये अस्तु श्रद्धा इति श्रीलिङ्गम् अस्ति खलु खलु वर्णविषये पुंस्त्वं शुक्लः हरितः इति शुक्लपटः माला शुक्ला माला इति भवति वस्त्रं शुक्लम् अस्तु इदानीम् अस्तु इति भवति वर्णविषये किञ्चित् वैलक्षण्यम् अस्ति इति आगच्छति अस्तु तर्हि भानुमहोदय तत्र पुष्पं पुष्पस्य वर्णं शुक्लः इत्यत्र शुक्लः कीदृशं पदं गुणवाचकं पदं वा गुणवद्वाचकपदं वा महोदय पुनरेकवारं वदतु महोदय पुष्पस्य वर्णः शुक्लः अत्र शुक्लः कीदृशं पदं गुणवाचकपदं वा गुणवत् वाचकपदं वा पुष्पस्य वर्णं शुक्लः अधिकध्वनिः अस्ति गुणवाचकपदम् इति अहं मन्ये महोदय सत्यं किमर्थम् अस्तु शुक्लं पुष्पम् इत्येतत् कथमस्ति पुनः वदामि, पुष्पस्य वर्णः शुक्लः इति एकं वाक्यं, शुक्लं पुष्पम् इति द्वितीयं वाक्यं, तत्र कः भेदः शुक्लपदस्य? शुक्लः इत्युक्ते तत् गुणवाचकः इति सूचयति महोदय. सत्यं, शुक्लं पुष्पं तत्र शुक्लपदं पुष्पम् इति गुणवाचकता. न, श्वेतं पुष्पं तत्र किं? श्वेतं पुष्पं गुणवत् वाचकं, गुणवत् वाचकं महोदय. भेदः अवगतः वा? गुणवाचकता गुणवाचक गुणवाचकवत्वं समानः महोदय. न, गुणवाचकं गुणवत् वाचकम् इति भेदः. गुणवत् पद गुणवत् इति पुष्पं वा वस्त्रं वा तस्य वाचकपदं शुक्लं पुष्पं तत्र श्वेतं पुष्पं. पुष्पस्य वर्णः श्वेतः, तत्र श्वेत इति पदं गुणवाचकपदम् इति भेदः. भवतः अवगतः वा? अवगतं महोदय. अस्तु, तर्हि तत्र पुष्पम् अधोभागे अस्ति, शुक्लः अति उपरि अस्ति. शुक्लं पुष्पस्य स्तरे एव अस्ति, खलु? इति सर्वे. अस्तु, तर्हि इदानीं श्रद्धा इति गुणः गुणः स्वीकुर्मः. बालकः अस्ति, बालकः अस्ति, श्रद्धा इति गुणः अस्ति. श्रद्धा इति कुत्र अस्ति? उपरि वा अधोभागे वा? सत्यं, श्रद्धा इति गुणः उपरि अस्ति, किन्तु श्रद्धावान् इति वक्तव्यं भवति यदा समानस्तरः बालः समानस्तरे अस्ति चेत्. अत्र मतुप्रत्ययस्य आवश्यकता अस्ति, किन्तु वर्णविषये तथा नास्ति. श्वेतं पुष्पं, पुष्पस्य वर्णः श्वेतः, बालकः श्रद्धा इति न वक्तुं शक्नुमः. बालके श्रद्धा अस्ति, बालकः श्रद्धाश्रयः, बालकः श्रद्धावान् इति वक्तव्यं भवति. आं महोदय, इति एकः भेदः अस्ति. अपि च सर्वैः अवगतं वा, प्रश्नः अस्ति वा एतावत् यदुक्तं तस्मिन् विषये? अस्तु, इदानीं पश्यतु, यत्र वदामः उन्नतः वृक्षः, उन्नतः वृक्षः, तत्र किं विशेषणं, किं विशेष्यम्? उन्नतः विशेषणम्, उन्नतः वृक्षः, उन्नतः विशेषणम्, उन्नतः विशेषणं, वृक्षः विशेषणं, खलु? इति सामान्यतः सर्वे जानन्ति, किन्तु किञ्चित् न्यायविषये किञ्चित् तत्र इतोपि अधिकम् अवगमनम् अपेक्षितम्. इत्युक्ते वृक्षः इति वदामः, तत्र वृक्षः इति न केवलं पदं, किन्तु वृक्षः इति पदं किं सूचयति? बहिः गत्वा यः वृक्ष इति पदार्थः अस्ति, वस्तु अस्ति, तत् तं सूचयति. उन्नतत्वं सूचयति. किम् उन्नतत्वं? तदग्रे आगच्छति. केवलं वृक्षः इति पदमस्ति, वृक्षः इति न केवलं शब्दः, न केवलं पदं, किन्तु यद् बहिः गत्वा यद् पदार्थः अस्ति, तत्र स्थितः अस्ति वस्तु, वृक्षः स्थितः अस्ति, तत् वृक्षः, वृक्ष इति पदं तं वृक्षं सूचयति. अवगतम्? न महोदय, वेदः अवगतः वा? अस्तु, उन्नतः वृक्षः इति वाक्यं स्वीकरोतु. तत्र वृक्षः इति पदमस्ति, वृक्षः इति न केवलं शब्दः, न केवलं शब्द, न केवलं ध्वनिः, न केवलं शब्दध्वनिः, तस्य अर्थः अस्ति. अर्थः कः? बहिः वृक्षः अस्ति, वृक्षः वस्तु स्थितः अस्ति, पदार्थः अस्ति, तत् पदार्थं सूचयति वृक्ष इति पदम्. तर्हि वदामः न्यायभाषायां वृक्षः इति विशेष्यवाचकपदम्, न विशेष्यं. वृक्षः इति पदं विशेष्यवाचकपदं, विशेष्यवाचकशब्दः. बहिः यः वृक्षः अस्ति तत् पदार्थं सूचयति वृक्षः इति शब्दः. तर्हि वृक्षः इति शब्दः विशेष्यवाचकपदम् इति न्यायभाषायां वदामः. अवगतम्? हा महोदय. सर्वैः अवगतं वा? प्रश्नः अस्ति वा? वृक्षः इति विशेष्यवाचकपदं, तथा एव यथा वदामः अस्तु, यथा उन्नतः वृक्षः वदामः, तत्र उन्नतः विशेषणमिति सामान्य अवगमनं, किन्तु वस्तुतया उन्नतः इति विशेषणवाचकपदम्. उन्नतः इति न गुणः, औन्नत्यम् इति गुणः. उन्नतः इति पदं विशेषणवाचकपदम् इति वदामः. यथा भवति सुन्दरः बालकः, अस्तु, इति बालकः इति न केवलं शब्दः, किन्तु यः बालकः अस्ति, क्रीडति वा किमपि करोति, तं बालकं सूचयति पदं. तर्हि बालक इति पदं विशेष्यवाचकपदं, विशेष्यवाचकशब्दः. रमेशः इति बालकं सूचयति इति चिन्तयतु, बालकः इति तं सूचयति बालकपदं. किन्तु सुन्दरः बालकः यदि वदामः, तत्र सुन्दर इति पदम् अन्यबालकात् एकं बालकं पृथक् करोति. तर्हि सुन्दरः इति पदं विशेषणवाचकपदम्, तत्र गुणः इति सौन्दर्यम् अथवा सुन्दरता, तद्गुणः. अवगतम्? पुनः वदामि वा? तत्र शिवरां महोदय किम् अवगतं वदति वा? उन्नतः वृक्षः इति अत्र किं विशेषणवाचकं, किं विशेषवाचकपदम्? उन्नतः बालकः मध्ये बालकः तु विशेष्यमस्ति, उन्नतः तु विशेषणमस्ति. हा, तत् सामान्यतया वदामः, किन्तु अत्र किं वदामः? बालकः इति विशेष्यवाचकपदम्, विशेषवाचकपदम्. अपि च उन्नतः इति विशेषणवाचकपदम्, विशेषणवाचकपदम् इति भेदः अस्ति. तत्र गुणः कः? उन्नतः बालकः तत्र, अथवा उन्नतः वृक्षः तत्र? औन्नत्यम्, औन्नत्यम्. तत्र औन्नत्यम् उपरि अस्ति, वृक्षः वा बालकः वा अधः अस्ति. औन्नत्यं बालके अस्ति अथवा औन्नत्यं वृक्षे अस्ति. किन्तु बालकस्य समानस्तरे उन्नतः, वृक्षस्य समानस्तरे उन्नतः. वृक्षः उन्नतः, औन्नत्यं वृक्षे अस्ति इति भेदः. अस्तु. किन्तु श्वेत इति पदं तत्र किञ्चित् वैलक्षण्यम् अस्ति. उपरि अपि आगच्छति, समानस्तरे अपि आगच्छति. यथा औन्नत्यं वृक्षे अस्ति, वृक्षः उन्नतः, तत्र तथा श्वेतः उपरि अस्ति चेत् श्वेतः पुष्पे अस्ति अथवा वस्त्रे अस्ति, वस्त्रं श्वेतम्. एकमेव पदम् उभयत्र अस्ति, किन्तु वृक्षे उन्नतः इति न वक्तुं शक्नुमः, वृक्षे औन्नत्यम् अस्ति इति वक्तुम् इति वक्तव्यं भवति इति श्वेतपदस्य वैलक्षण्यं, विलक्षणता अस्ति. वर्णविषये वा रुचिविषये किञ्चित् भेदः अस्ति. अन्यत्र त्वप्रत्यये वा तल् प्रत्यये वा भावभाव वा धर्मः पदार्थे योजनीयं भवति, योजनीयं भवति. यथा उन्नतः औन्नत्यं, सुन्दरः सौन्दर्यम् अथवा सुन्दरता इति योजनीयं भवति. किन्तु वर्णस्य विषये तत्र श्वेतादिपदम् उभयत्र गच्छति, उपरि अपि अस्ति पार्श्वे अपि अस्ति, श्वेतं वस्त्रे अस्ति वस्त्रे अपि अस्ति, श्वेतं वस्त्रं पार्श्वे अपि अस्ति इति एकः भेदः. किन्तु यदि उपरि अस्ति तर्हि केवल पुल्लिङ्गे अस्ति वा? हा, सर्वथा न, रुचिविषये वर्णविषये तथा. न, अहम् इदानीं रुचिवर्णविषयोः एव वदामि. पुल्लिङ्गे आचार्य उक्तवान् ते सर्वे पुल्लिङ्गशब्दाः इति अस्मिन् सत्यं. यत्र गुणवाचकपदम् अस्ति तदा सर्वदा पुंसि वर्णः, सत्यम् अस्तु. अत्र वदामि गुणवाचकशब्दाः त्रिविधाः. एकः अस्ति केवलं गुणवाचकशब्दः, केवलं गुणवाचकशब्दः इत्युक्ते धैर्यं, शक्तिः, बलं, श्रद्धा, गन्धः इति केवलं गुणवाचकशब्दाः उपरि अस्ति. धैर्यं, शक्तिः, बलं, श्रद्धा, गन्धः इत्यादि केवलं गुणवाचकशब्दाः. द्वितीयश्रेणी अस्ति केवलं गुणिवाचकशब्दाः, यतः उन्नतः, उन्नतः बालकः, विशालः बालकः, उत्तमः बालकः, केवलं गुणिवाचकः. तत्र गुणम् औन्नत्यम् इति चलु. केवलं गुणिवाचकशब्दाः. तृतीयश्रेणी अस्ति उभयगुण अपि च गुणिशब्दाः, यथा रुचिः, वर्णः. तत्र वृक्षे नीलः अस्ति, नीलः वृक्षः समानम्. वस्त्रे नीलः अस्ति, वस्त्रं नीलम् इति श्रेणीत्रयमस्ति. अवगतम्? गुणवाचक गुणिवाचक अपि उभय. केवलं गुणवाचकशब्दाः धैर्यं, शक्ति, बलम् इति. तत्र मतु प्रति अवगत अवश्यं भवति. धैर्यवान्, शक्तिमान्, बलवान्, श्रद्धावान्, गन्धवती. तत्र मतु प्रत्ययस्य योजनेन गुणिवाचकशब्दः उत्पद्यते. पदं केवलं गुणवाचकपदं, धैर्यं गुणमेव, धैर्यवान् बालकः, शक्तिमान् बालिका, शक्तिमती बालिका तथा. साधु. किन्तु यत्र केवलं गुणिवाचकपदम् अस्ति, यथा उन्नतः, विशालः, उत्तमः, तत्र भावप्रत्ययस्य योजनेन गुणवाचकशब्दम् आगच्छति. यथा उन्नतः औन्नत्यं, सुन्दरः सौन्दर्यं, सुन्दरत्वं तथा. त्वं त्वप्रत्ययः तल् अपि च शञ् प्रत्ययत्रयं योजनेन गुणवाचकशब्दः उत्पद्यते. तृतीया श्रेणी अस्ति उभय गुणि अपि च गुणिवाचक शब्दाः इति भेदः वर्गे उक्ताः। सर्वैः अवगतं वा? प्रश्नः अस्ति वा? नास्ति महोदय। अस्तु, तर्हि इदानीम् आरम्भे अस्माभिः किम् उक्तं? भूतलं घटवत्। तत्र विशेषणं किं, विशेष्यं किम्? जगन्नाथ महोदय वदति वा? घटः भूतलं घटवत्। अत्र घटः घटवत् इति घटस्य विशेषणं भवति। भूतलम् इति भूतलम् इति यद् पदार्थ यद् द्रव्यं घटे अस्ति तद् वर्णयति भूतलं शब्दः। घटे पुनः वदतु, भूतलं घटवत्, तत्र किं विशेषं, किं विशेषणम्? विशेषं भूतलं घटवत् इति विशेषणम्। तर्हि किं कुत्र अस्ति, घटः कुत्र अस्ति? घटः भूतले अस्ति। अस्तु, साधु। भूतलमिति विशेष्यम्, अत्र घटवत् इति विशेषणमिति अस्माभिः आरम्भे उक्तं, किन्तु तत् सामान्य थिङ्किङ्ग् अस्ति, सामान्यचिन्तनम् अस्ति, किन्तु इति अग्रे गत्वा तत् सम्यक् नास्ति। घटवत् इति न विशेषणपदं, किन्तु किम् घटवत् इति कीदृशं पदम्? घटवत् घटस्य गुणः दर्शयति, घटवत्त्वं घटे अस्ति। घटत्वं घटे अस्ति, घटत्वं घटत्वं घटे अस्ति। क्षम्यता, तत्तु साधु। किन्तु यदा उन्नतः वृक्षः वदामः, तत्र वृक्षः इति विशेष्यवाचकपदम्, उन्नतः इति विशेषणवाचकपदं, तथा अत्र भूतलं घटवत्, तत्र घटवत् कीदृशं पदम्? विशेषणवाचकपदम् इति अस्ति। घटवत् इति विशेषणवाचकपदं, विशेषणं किम्? घटः विशेषणम्। सम्यक् इति अस्ति, घटः विशेषणं, घटेन एतद् भूतलम् अन्यभूतलात् विशिष्यते। तत्र तत्र भूतले घटं नास्ति, अत्र भूतले घटः अस्ति, तस्मात् एतद् भूतलं तस्मात् भूतलात् विशिष्यते। तर्हि घटः विशेषणपदं, घटवत् इति विशेषणवाचकपदम् इति सारांशः, इति मुख्यविषयः। अस्तु अस्तु, मम मनसि पूर्वे भ्रमः जातः इति, किमर्थम् इत्युक्ते अहं भूतलम् इति शब्दः सम्पूर्णपृथिवी वर्णयति इति चिन्तितवान्। कुत्रचित् सत्यमस्ति, कुत्रचित् तस्मिन् अर्थे स्वीक्रियते, किन्तु अत्र तथा नास्ति। एतद् भूतलं घटवत् इति अत्र तथा नास्ति, सत्यम्। अहम् अवगच्छामि यद् भवान् वदति, तत् अत्र तथा नास्ति। एकं स्थानं भूतलं घटवत् इति, एतत् स्थानम्। तर्हि अस्माभिः अद्य पठितं किं, गुणवाचकशब्दः, गुणवत् वाचकशब्दः, अपि च विशेषणवाचकपदं, विशेष्यवाचकपदम् इति भेदः अस्माभिः अद्य अवलोकितः. अस्मिन् विषये प्रश्नः अस्ति वा? सर्वं सम्यक् अवगतं वा? अधिकं कठिनं नास्ति, किन्तु किञ्चित् सूक्ष्मभेदः अस्ति. कस्यापि प्रश्नः अस्ति वा? एकवारं शृणोमि चेत् पूर्णतया अवगतं भवति. ध्वनिमुद्रं श्रोतुमिच्छति वा इति वदति वा? आं महोदय, एकवारं शृणोमि चेत् पूर्णतया अवगतं करोमि. साधु. अन्य कस्यापि प्रश्नः अस्ति वा? नो चेत् पुस्तके कुत्र स्थापितवन्तः कोऽपि स्मरति वा? एकचत्वारिंशत्तमे पुटे स्मः न वा? सत्यम्. कुत्र पर्यन्तं पठितं वर्गे? तत्र रूपरहितत्वे न, अत्र तथा च गन्धः आदेश्य तत्र आदेत. तत् पठितं वा? तत् पठितम्, अपि च अग्रिमपरिच्छेदमपि पठितम् इति चिन्तयामि. जलस्य लक्षणं, तत्र तटस्थलक्षणम् इति उक्तवान् वा? तटस्थलक्षणम् इत्युक्ते किं विद्याभगिनि? एकक्षणं, कुत्र अस्ति तटस्थलक्षणं? तत्र एकचत्वारिंशत्तमे पुटे तथा च शासनावत्वं. तथा च शासनावत्वम् इत्यनेन शासना, गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते. अतः आधारादेयभावः, धर्मधर्मीभावः सुस्पष्टः भवति. इदमेव शास्त्रे तटस्थललक्षणम् इत्युक्ते तादृशलक्षणवाक्यं यत्र आधारादेयभावः स्पष्टः भवति. अत्र गन्धवत्वं पृथिव्याः लक्षणम् इत्युक्ते तादृशधर्मः पृथ्व्याम् अस्ति. तत्र पृथ्वी एव आधारः, गन्धः आदेयः. वाक्यं दृष्ट्वा एव अवगन्तुं शक्नुमः आधारादेयभावः अस्ति इति. तादृशलक्षणवाक्यं तटस्थलक्षणम् इति उच्यते इति चिन्तयामि. चलु, यथा अत्र उदाहरणमस्ति, तत्र श्रीरामचन्द्रः अस्ति, रामचन्द्रः रामायणस्य नायकः, तस्य रामस्य कः लक्षणम् इत्युक्ते किं लक्षणं? सीतायाः पतिः, दशरथस्य पुत्रः इति वदामश्चेत् तटस्थलक्षणं. रामचन्द्रमेव सूचयति, किन्तु तटस्थलक्षणं. तस्य भिन्नः अस्ति स्वरूपलक्षणं. तत्र बलवान्, धनुर्वीर्यवान्, कर्मनिष्ठ, तथा तत्र स्वरूपलक्षणम् इति उच्यते. इति किञ्चित् भेदः, तटस्थलक्षणं, स्वरूपलक्षणं. तत्र गन्धवत्वं पृथिव्याः लक्षणमिति तटस्थलक्षणम्. अन्यविषयं स्वीकृत्य पृथिव्याः लक्षणम् इति वर्ण्यते तथा. यदि वयं वदामः अव्याप्ति, अतिव्याप्ति, असम्भवदोषरहित, तद्भवति तटस्थलक्षणम् इति अपि. असाधारणधर्म अपि एकस्य तटस्थलक्षणम् अस्ति. अत्र महोदय, अत्र तटस्थलक्षणम्, अत्र तटस्थलम् इति अवगच्छामि. तट इति इत्युक्ते नदीतटः. तटः इत्युक्ते बेस् इति वा, सब्स्ट्राटम्? नदीतीरं, तटः इति तीरं, नदीतीरं. नदीतीरमस्ति किल, नदीतटः. अत्र कः सम्बन्धः? तटेन नदी परिमितः भवति, लिमिटेड् भवति. नदी कुष्ठ तटयोः मध्ये अस्ति किल, नदी तथा एव तटः इति नदी नास्ति, किन्तु तटेन नद्याः लक्षणं वक्तुं शक्नुवन्तः शक्नुमः क्षम्यतां शक्नुमः किल न तटस्थः लक्षणं तटस्थलक्षणं तटस्थः इत्युक्ते स्थितः तटे स्थितलक्षितः तादृश अवच्छेदकं करोति तटे स्थिरः तटेन स्थिरः अस्ति तादृशं ते केवलं प्रसङ्गत्वेन वदामि तत् तत् किञ्चित् अधिकं तत्र न आवश्यकं केवलं प्रसङ्गवशात् वदामि तर्हि तस्मात् अग्रिमे सप्ताहे आरम्भं कुर्मः तथा च गन्धः इत्यस्मात् तर्हि अधिकप्रश्नः इति प्रथमप्रश्नः अस्ति वा अद्यतन चर्चितः विषये न महोदय अस्तु नो चेत् सर्वेषां शुभरात्रिः अथवा शुभदिनं ये भारतदेशे सन्ति धन्यवादः धन्यवादः धन्यवादः महोदय नमस्कार धन्यवादः धन्यवादः